नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तिङ् प्रत्ययानां सिद्धिः इति विषयः अनुवर्तते। तत्र किञ्चित् पुनःस्मरणं कुर्मः। इदानीं तत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु सिद्धप्रत्ययः सिद्धतिङ् प्रत्ययः कथं भवन्ति इति एव अस्माकं विषयः अस्ति। इत्युक्ते वयं जानीमः मूलप्रत्ययाः सन्ति, मूल तिङ् प्रत्ययाः सन्ति, एकविंश अष्टादश तिङ् प्रत्ययाः सन्ति। तर्हि तत्र नव परस्मैपदीप्रत्ययः, नव आत्मनेपदीप्रत्ययः इति वयं जानीमः। तर्हि तस्य कार्यं किमर्थं सिद्धतिङ् प्रत्ययस्य विषये चिन्तनं कुर्मः इति चेत्, यद्यपि मूलप्रत्ययाः समानाः भवन्ति सर्वेषु लकारेषु, परन्तु यत्र तेषां स्थाने भिन्नभिन्न आदेशः भवन्ति तदानीं सिद्धप्रत्ययः भिन्नभिन्नाः भवन्ति भिन्नलकारेषु। तदर्थमेव तत्र रूपाणि भिद्यन्ते। प्रत्येकं लकारं स्वीकुर्मः चेत् तत्र रूपाणि सिद्धरूपं तद् क्रियापदं यद् वयं प्राप्नुमः तत् क्रियापदं भिन्नं भवति। किमर्थम् इति चेत् तत्र सिद्धप्रत्ययाः भिन्नाः, नाम मूलप्रत्ययस्य स्थाने भिन्नभिन्न आदेशाः भवन्ति लकारम् आश्रित्य। न केवलं लकारम् आश्रित्य, अपि च परस्मैपदीप्रत्ययः अस्ति चेत् भिन्न आदेशाः कुत्रचित् भवन्ति, आत्मनेपदीप्रत्ययः प्रत्ययाः सन्ति चेत् तत्रापि भिन्न आदेशाः भवन्ति। तर्हि तदेव इदानीम् अस्माकं विषयः अस्ति। तर्हि इदानीं सिद्धप्रत्ययः केवलं परस्मैपदस्य विषये चिन्तयामः चेत् लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु सिद्धप्रत्ययः के इति विषयः। तर्हि तत्र आदिमः अस्ति तत्र लट् लकारे मूलप्रत्ययात् तत्र सिद्धप्रत्ययः कथं वयं सिद्धप्रत्ययं कथं प्राप्नुमः इति विषये चर्चा जाता। तत्र लट् लकारस्य विषये अधिकानि सूत्राणि न प्रवर्तन्ते, अतः सरलमेव। तर्हि एकवारम् अत्र किं तत्र अत्र पमेलभगिनी एकवारं वदति वा लट्लकारे तत्र सिद्धरूपाणि कानि इति? आं भगिनि, लट्लकारे सिद्धरूपम् अस्ति इति तः अन्ति सीतः त मी वः मह। बहु समीचीनं, मी वः मह। मूलप्रत्ययः के? तिप्तचि सिप् तस्त मिप् वस्मस्। तर्हि तत्र किं जातं, कुत्र कुत्र आदेशाः सन्ति? ति स्थाने जी स्थाने तिप्त जी स्थाने अन्त आदेशः भवति जोन्त इत्यनेन। तिप्तस् इत्यत्र तिप्तस् ति तस् लोपो भवति पठति इति एव रूपम्। अत्रापि हा विसर्गस्य खरवसानियो विसर्जनीय इत्यस्य तत्र विसर्ग आदेश भवति सकार, तत्र तु न विभक्तौ न प्रवर्तते। तत्र खरविसर्जनीय अपि तु अन्यत् सूत्रम् अस्ति। सकारस्य तत्र कथं विसर्गः आयाति? हा, तत्र सूत्रं वदामि भगिनि। सजुषु रुः इत्यनेन रुः आदेश स स्थाने, अनन्तरं करविसर्जनीय इत्यनेन रुः स्थाने विसर्गः भवति। अतः तः इति रूपं तत्र ससजुषोरुः इत्यनेन पदान्तसकारस्य रुत्वं तदनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन अत्र अवसानम् अस्ति, यतोहि अन्यत् किमपि नास्ति तस्य अनन्तरम्। अतः अवसानावस्थायां रेपस्य स्थाने विसर्गादेशः भवति, अतः तः इति रूपम्। अस्तु, समीचीनं। झी इत्यत्र? जी इत्यत्र जकारस्थाने अन्त झोन्त इति आगत्य कार्यं करोति, तर्हि अन्ति इति रूपं भवति। अग्रे अग्रे सिप् सिप् इत्यत्र पकारस्य लोपम् अपि च तत् पठसि इति एव रूपं तस् तत्रापि तस् वस् मस्थाने तत्र अपि सोरि तस् स्थाने अपि ससजुषो रु अपि करवसानि विसर्जनीयस्य कार्यम् अतः त इति अतः स्थाने तः इति आगच्छति तत्र त एव अस्ति मिप् स्थाने पकारस्य लोप पठामि इति एव रूपं वस् मस् इत्यत्र अपि सकारस्य ससजुषोरुः इत्यनेन ऋत्वं भवति अनन्तरं करवसानि अविसर्जनीय इत्यनेन रुस्थाने विसर्गस्य आदेश अतः वः मह इति सिद्धं बहु समीचीनं बहु समीचीनं धन्यवादः इति तत्र लट्लकारे तत्र बहुत्र कार्यं नास्ति तत्र केवलं तत्र झोन्तः इत्यत्र कार्यम् अन्यत्र सर्वत्र तत्र संहितायाम् इति तत्र ससजशोरुः करवसानयोर्विसर्जनीयः इति सूत्रद्वयं ससजशोरुः इति वस्तुतः संहितायां नास्ति परन्तु करवसानयोर्विसर्जनीयः सूत्रद्वयम् अत्र कार्यं कृत्वा तः वः मः तः इति अस्तु अत्र संशयः नास्ति इति चिन्तयामि धन्यवादः इदानीं लोट् लकारस्य विषये चिन्तनं कुर्मः एतावता किं प्राप्तम् इति चेत् तत्र वस्तुतः तातङ्ग् इत्यस्मिन् विषये एव चिन्तनं प्रवर्तमानम् अस्ति तस्मात् पूर्वं तत्र लोट् लकारे तत्र कानि कार्याणि इति एकवारं तत्र पूर्णेन्दुमहोदय वदति वा नमस्ते भगिनी विजयलक्ष्मी नमस्कार नमस्ते भगिनी वंशी अस्मि नमस्कार लोट् लकारे किं किं कार्यं करणीयम् लोट् लकारे तत्र तत्र मूलप्रत्ययतः कथं सिद्धप्रत्ययं प्राप्नुमः इति तत्र तु प्रथमप्रत्ययः टिप् इत्यस्य स्थाने एरुः अपि पकारस्य हलन्त्यम् इत्यनेन इत् संज्ञा तस्य लोपः इत्यनेन लोपः कृत्वा सि इति अवशिष्यते सि इत्यस्य इत्यस्य इकारस्य स्थाने एरुः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति तु इति सिद्धप्रत्ययः निष्पद्यते अनन्तरं एकक्षणं सिद्धप्रत्ययः कः तु लोट् लकारे प्रथमपुरुष एकवचनसिद्धप्रत्ययः अस्ति तु समीचीनम् अनन्तरं तत्र तस् थस् थ तस् इति प्रथमपुरुष द्विवचनप्रत्ययः थस् इति मध्यमपुरुषद्विवचनप्रत्ययः अपि च थ इति मध्यमपुरुष बहुवचनप्रत्ययः एतेषां स्थाने तत्र तस्थस्थमितां तान्तं तामः अनेन सूत्रेण तत्र तस्थाने तां थस्थाने तं थस्थाने त आदेशः भूत्वा तत्र तां तं त एते सिद्धप्रत्ययाः निष्पद्यन्ते किमर्थं तस्थस्थमीपां तान्तं तामः तु मूलतः निट्सु प्रत्ययेषु कार्यं करोति परन्तु लोट् लकारः लोटो लङ्बत् इति अनेन सूत्रेण तत्र लङ्बत् तस्य स्वभावः भवति अतः लोट् लकारे अपि तस्थस्थमीपां तान्तं तामः इति सूत्रं कार्यं करोति समीचीनम् अनन्तरं प्रथमपुरुष बहुवचनप्रत्ययः अस्ति छि तत्रापि छि इत्यस्य छोन्तः अपि च एरुः सूत्रद्वयस्य कार्य अनन्तरम् अन्तु इति सिद्धरूपं निष्पद्यते मध्यमपुरुष एकवचनप्रत्ययः अस्ति चेत् तत्र पकारस्य इत्संज्ञा भूत्वा लोपः भवति अनन्तरं सिस्थाने शेर्ह पिच इति सूत्रेण सिस्थाने हि आदेशः भवति अङ्गम् अनन्तं चेत् अनन्तम् अङ्गं चेत् तत्र अन्यत् कार्यम् अपेक्षितमस्ति अतोहेः इति सूत्रेण हि इत्यस्य अपि लोपः जायते अतः तत्र प्रत्यय कोऽपि प्रत्ययः नास्ति शून्यरूपमेव अत्र एरुः कार्यं न करोति वा प्रत्ययुः कार्यं न करोति भगिनि तत्र तत्र सेर्ह्य पिच इत्यनेन सि इत्यस्य स्थाने हि इति आदेशः भवति तत्र अनेकाल्सित् सर्वस्य इत्यनेन सर्वादेशः भवति अतः एरुः इत्यस्य कार्यं नास्ति तत्र बहु समीचीनम् अग्रे अग्रे तत्र उत्तमपुरुषे मित् बस्मस् मित् इत्यस्य स्थाने पकारस्य तु इत्संज्ञा लोपः अनन्तरं मेर्निः इति सूत्रेण मि स्थाने नि आदेशः भवति अनन्तरम् आड् उत्तमस्य पिच इत्यनेन अकार आगमः भूत्वा आनि इति उत्तमपुरुष एकवचनसिद्धप्रत्ययः निष्पद्यते बस् मस् इत्यत्र नित्यं नितः इति सूत्रेण तत्र अन्ते यः सकारः विद्यते तस्य लोपः भवति अनन्तरम् आड् उत्तमस्य पिच इत्यनेन अकार आगमः भूत्वा द्विवचनप्रत्ययः आब बहुवचनप्रत्ययः आम इति निष्पद्यते हा बहु समीचीनं महोदय बहु सम्यक् इदानीं तत्र तिप् इत्यत्र एकमेव रूपं वा न न तत्र प्रथमपुरुष एकवचन अपि च मध्यमपुरुष एकवचन तत्र विकल्पेन सिद्धप्रत्ययद्वयं निष्पद्यते सूत्रमस्ति तूह्यो स्तातङ्गा शिष्यन्यतरस्याम् अनेन सूत्रेण तत्र तू स्थाने अपि च हि स्थाने तात् इति आदेशः भूत्वा सिद्धप्रत्ययः तात् प्रथमपुरुष एकवचने विकल्पसिद्धप्रत्ययः तात् अपि च मध्यमपुरुष एकवचने विकल्पसिद्धप्रत्ययः तात् इति निष्पद्यते समीचीनं बहु समीचीनं तर्हि तत्र इदानीम् एतावता तत्र सिद्धप्रत्ययः के इति अस्माभिः दृष्टाः तत्र प्रथमपुरुषे एकवचने तातङ्ग् इति आदेशः भवति सिप् इत्यत्रापि विकल्पेन तत्र तातङ्ग् आदेशः भवति आशीर्वादार्थे आशीर्वादार्थे तातङ्ग् इति आदेशः भवति अत्र किं स्मर्तव्यमिति चेत् तातङ्ग् इति आदेशे न केवलं तिप् स्थाने तातङ्ग् इति आदेशः तत्र नित्वमपि अस्ति यद्यपि तिप् इति प्रत्ययः मूलप्रत्ययः पित् अस्ति तथापि यदा तातङ्ग् इति आदेशः भवति तिप् प्रत्ययस्य स्थाने तदानीम् इदानीं तत्र नित्वम् अपि अध्यारोप्यते तर्हि नित्वस्य प्रयोजनानि कानि तत्र शोभा भगिनी वदतु नित् अस्ति चेत् किम् अस्ति प्रयोजनम् नित् अस्ति चेत् यानि कार्याणि नित्सु लकारेषु भवन्ति तानि लोटि अपि भवन्ति लोटो लङ्वत् इति सूत्रेण तत्र लोटि इत्यस्य टित् कार्याणि अपि भवन्ति नित् कार्याणि अपि कानिचन भवन्ति इति तत्तु लकारस्तरे समीचीनं तत्तु लकारस्तरे लोट् लकारः यद्यपि तित् अस्ति तथापि लोटो लङ्वत् इत्यनेन लकारः निद्वत् भवति इति उक्तं तदर्थमेव तत्र तस्थस्तमीपां तान्तन्तामः इति सूत्रस्य कार्यं जातं खलु तत् समीचीनं परन्तु इदानीं केवलं प्रत्ययं स्वीकुर्मः तत्तु लकारस्तरे अस्ति यद्भवती उक्तवती तद् लकारस्तरे अस्ति तत् समीचीनम् परन्तु इदानीं प्रत्ययस्य स्तरे तिप् इति प्रत्ययस्य यदा तातङ्ग् इति आदेशः भवति तदानीं तत्र तातङ्ग् इत्यत्र अन्ते यः ङकारः अस्ति कवर्गस्य पञ्चमवर्णः तस्य इत्संज्ञा भवति खलु अतः तातङ्ग् नित् अस्ति खलु तर्हि तादृशनित्वस्यपि किं प्रयोजनम् इति मम प्रश्नः तत्र वदतु शोभा भगिनी अधुना न स्मरामि क्षमताम् गुणनिषेधः अस्तु मीना भगिनी वदतु गुणनिषेधः भवति भगिनि कथमिति वदतु ङित् सार्वदातुक अपि सार्वदातुकं ङित्वत् इति सूत्रेण ङित् क्ति इति सूत्रेण निषेधः भवति गुणनिषेधः भवति सत्यं सत्यं तर्हि तत्र यत्र ङित् इति प्रत्ययं वयं वदामः प्रत्ययः पित् अस्ति चेत् पित्वम् अस्ति चेत् गुणः इति सामान्यचित्रं खलु यत्र पित्वं नास्ति पित्वं नास्ति चेत् अपित् इति वदामः अपित् सार्वधातुकप्रत्ययः निद्वत् भवति इति वयं जानीमः निद्वद् भवति चेत् तस्य किं प्रयोजनम् इति चेत् गुणनिषेधः वृद्धिनिषेधः एव प्रयोजनं खलु शुभभगिनी? आं भगिनि, हा तदेव मया पृष्टम्। अत्र तातङ्ग् इत्यत्र नित् इत्यस्य किं प्रयोजनम् इति चेत् एकं प्रयोजनमस्ति गुणनिषेधः। यत्र कुत्रापि तत्र प्रत्ययेषु इत्संज्ञकवर्णः अस्ति चेत् सर्वदा प्रष्टव्यं तत्र किं प्रयोजनम् इत्संज्ञकवर्णस्य किं प्रयोजनम् इति प्रष्टव्यम्। अत्र तिप् इति पित्वम् अस्ति चेत् वयं जानीमः पित्वस्य प्रयोजनं गुणः इति वयं जानीमः। इदानीं पित्वस्य स्थाने नित्वं तत्र तातङ्ग् इत्यनेन नित्वम् अध्यारोप्यते चेत् तत्र किं प्रयोजनम् इति वयं पश्यामः चेत् वयं जानीमः यत्र यत्र नित्वम् अस्ति तत्र गुणनिषेधः भवति इति वयं जानीमः प्रत्ययस्तरे। इदानीं हा इदानीं तत्र स्मर्तव्यं यद् लोटो लङ्वति इति वयम् उक्तवन्तः तत्तु लकारस्तरे अस्ति। लोट् लकारः टित् अस्ति, सामान्यतया टित् अस्ति, परन्तु तद् लङ्वत् भवति इति उक्तत्वात् लङ्वत् यत्र प्रत्ययस्य स्थाने केचन आदेशाः भवन्ति तादृश आदेशाः लोट् लकारे अपि भवन्ति इति तदर्थं लोटो लङ्वत् इति उक्तम्। परन्तु तेन प्रत्येकं प्रत्ययः निद् भवति इति नास्ति इति स्मर्तव्यम्। तिप् इति प्रत्ययः इदानीमपि पित् एव, तत्र रूपद्वयम् अस्ति, एकस्मिन् रूपे तिप् इति प्रत्ययः, अन्यस्मिन् तत्र तातङ्ग् इति आदेशः भवति विकल्पेन। तर्हि प्रत्ययद्वयम् अस्ति, रूपद्वयं वयं प्राप्नुमः। तर्हि पठतु इति एकं रूपं, पठतात् इति अन्यत् रूपम् अस्ति। तर्हि तिप् इति प्रत्ययः लोटो लङ्वत् इत्यनेन निद्वद् भवति इति नास्ति। तिप् इति प्रत्ययः पित् एव, इदानीमपि पित् एव, तत्र नित्वं न अध्यारोप्यते। तस्मात् पूर्वं यः यत्र लकारः अस्ति लकारस्तरे निद्वम् अध्यारोप्यते तावदेव। अतः इदानीं मूलप्रत्ययाः तथैव भवन्ति, तत्र नित्वम् अध्यारोप्यते। लोटो लङ्वत् इत्यस्य कार्यं प्रत्ययस्तरे नास्ति परन्तु लकारस्तरे अस्ति। तर्हि तिप् इति प्रत्ययः पित् अस्ति, अतः पित् आश्रित्य कार्याणि भवन्ति। तातङ्ग् इति प्रत्ययः नित् अस्ति इति कृत्वा नित् आश्रित्य कार्याणि भवन्ति। नित् आश्रित्य कानि कार्याणि? एकं वयं जानीमः, एकं कार्यं तु गुणनिषेधः इति एकं कार्यं, परन्तु अष्टाध्यायाम् अन्यानि अपि कार्याणि भवन्ति नित् प्रत्ययम् आश्रित्य। अन्यानि कार्याणि अपि भवन्ति, कानि तानि कार्याणि इति चेत् अग्रे अपि आयास्यति अस्माकं करपत्रे, केवलं तत्र पीठिकारूपेण किञ्चित् वदामि। एकं कार्यं तु गुणनिषेधः, द्वितीयं कार्यं यत्र प्रत्ययः नित् अस्ति तत्र सम्प्रसारणम् इति एकं कार्यं भवति। यत्र यत्र अस्माकं अष्टाध्यायं यत्र कुत्रापि धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः नित् अस्ति चेत् तत्र सम्प्रसारणकार्यं भवितुम् अर्हति। तदर्थं वस्तुतः सूत्रद्वयम् अस्ति, तत्र ताभ्यां सूत्राभ्यां विशिष्टस्थलेषु इत्युक्ते सर्वेषां धातूनां सम्प्रसारणं भवति इति नास्ति, परन्तु केचन परिगणितधातवः सन्ति तेषां सम्प्रसारणं भवति। अतः नित्वस्य प्रयोजनं सम्प्रसारणम् इत्यपि अस्ति। तर्हि इदानीं प्रश्नः अस्ति, सम्प्रसारणं नाम किं? वयं न श्रुतवन्तः सम्प्रसारणम् इति कार्यम् इति वयं पृच्छामः चेत् तत्र वयं तु जानीमः यण् सन्धिः इति वयं जानीमः, यण् सन्धिकार्यं वयं जानीमः, इकः स्थाने यण् आदेशः इति वयं जानीमः इति सामान्यम्। परन्तु तत्र सम्प्रसारणम् इति यदा वदामः तदानीम् अङ्गे यण् स्थाने इकादेशः भवति, यण् वर्णस्य स्थाने इकादेशः भवति। इदानीं तत्र प्रच् इति धातुः अस्ति, प्रच् प्रच्तः इदानीं तत्र तप्रत्ययं योजयामः, तप्रत्ययं योजयामः, प्रच् योगः तप्रत्ययः। इदानीं तत्र सम्प्रसारणकार्यं न केवलं नित् प्रत्ययः अस्ति चेत् भवति, कित् प्रत्ययः अस्ति चेदपि भवति। सम्प्रसारणकार्यं कथं भवति इति तदर्थम् अहम् इदानीं वदामि। प्रच् इति धातुं स्वीकृत्य प्रच् योगः तप्रत्ययः, इदानीं तप्रत्ययः कित् अस्ति इति कृत्वा प्रच् धातौ सम्प्रसारणं भवति। तर्हि तत्र प्रच् धातौ यण् वर्णः कः वर्णः? यण् वर्णः ऋकारः, ऋकारः नास्ति, तत्र ऋकारस्य रेपः खलु, रेपः प्रच् इति धातु, हा रेपः इति तत्र रेपः इति मूले अस्ति, धातौ रेपः अस्ति, इदानीं प्रत्ययः कित् अस्ति इति कृत्वा वयं सम्प्रसारणकार्यं कुर्मः. यदा सम्प्रसारणं कुर्मः तदानीं तत्र यण् इति यण् वर्णः रेपः, तस्य स्थाने इक् वर्णः आदिष्टः भवति. तर्हि तत्र रेपस्य स्थाने ऋकारः आदिष्टः भवति, यण् स्थाने इक्. इक् वर्णेषु ऋकारः एव तस्य सामीप्यमस्ति इति कृत्वा रेपस्य स्थाने ऋकारादेशः. अतः एव तत्र रूपं किमस्ति तप्रत्यान्तरूपं? पृष्टः. पृष्टः इति रूपम् अस्ति खलु, तदेव तत्र सम्प्रसारणं कार्यम्. एवमेव एतादृशकार्याणि लिट् प्रत्ययः अस्ति चेदपि भवति, लिट् प्रत्ययः अस्ति चेदपि एतादृशकार्याणि भवन्ति. तदर्थं तत्र लित्वस्य प्रयोजनम् एकं प्रयोजनं गुणनिषेधः, द्वितीयं प्रयोजनं सम्प्रसारणम् इति द्वितीयं प्रयोजनं. तृतीयं प्रयोजनं किं तत्र कोऽपि जानाति वा? परिभाषासूत्रं निच्च. निच्च इति अस्ति, निच्च इति तत्र नित्वस्य एकं प्रयोजनम् इति वक्तुं शक्यते. समीचीनं, नित्वस्य एकं प्रयोजनं तत्र निच्च इति सूत्रेण अन्तादेशः इति तत्र विशिष्टप्रयोजनम् इत्युक्ते तत्र गुणनिषेधः इति एकं कार्यं, वृद्धिनिषेधः इति द्वितीयं कार्यं, तत्र सम्प्रसारणम् इति चतुर्थं कार्यं. कुत्रचित् किं भवति इति चेत् तत्र नित् प्रत्ययः अस्ति चेत् नित् प्रत्ययम् आश्रित्य यत्र धातुः अनिदित् अस्ति, अनिदित् धातुः इत्युक्ते किं, यः धातुः इदित् नास्ति. इदित् इति वयं जानीमः खलु, इदित् इत्यस्य कः अर्थः? धातोः उपधायां ह्रस्व इकारः इत् भवति, ह्रस्व इकारस्य इत् संज्ञा यस्य यस्मिन् धातौ अन्तिम धातोः अन्ते यः इकारः अस्ति सः ह्रस्व इकारः इत् संज्ञकः, अनुनासिकः, अनुनासिकः इकारः धातोः अन्ते इत् संज्ञकः अस्ति चेत् तदानीं धातुः इदित् इति वदामः. इत् इत् यस्य सः इदित्, न इदित् अनिदित्, न इदित् अनिदित्, यः धातुः इदित् नास्ति सः धातुः अनिदित्. तादृश अनिदित् धातुः अस्ति चेत् यदि उपधायां नकारः अस्ति तदानीं तादृशनकारस्य लोपः भवति यदि तत्र नित् प्रत्ययः अस्ति चेत्. तदपि एकं कार्यमस्ति, इत्युक्ते उपधायाः नकारस्य लोपः भवति अनिदित् धातुः अस्ति चेत् निमित्तमस्ति नित् प्रत्ययः. तर्हि इदानीं नित् प्रत्ययस्य कानि प्रयोजनानि इति चेत् गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणकार्यम्, अनिदित् धातुः अस्ति चेत् उपधायाः नकारस्य लोपः, तदनन्तरं कुत्रचित् नित् प्रत्ययम् आश्रित्य विशिष्टस्थलेषु तत्र यथा ब्रू इति धातुः अस्ति तत्र इडागमः अपि भवितुम् इडागमः भवितुम् अर्हति यदा पित् प्रत्ययः अस्ति. नित् प्रत्ययः अस्ति चेत् इडागमः न भवति, इडागमः न भवति. इत्युक्ते सारांशत्वेन नित् प्रत्ययः अस्ति चेत् तत्र बहूनि कार्याणि भवितुम् अर्हन्ति इति स्मर्तव्यम्. एकमेव कार्यं नास्ति, गुणनिषेधः वृद्धिनिषेधः इति एकमेव कार्यम् अथवा कार्यद्वयमेव नास्ति, परन्तु अन्यानि अपि कार्याणि भवन्ति. अतः यत्र यत्र तत्र प्रत्ययस्य नित्वम् अस्ति तर्हि बहूनि प्रयोजनानि सन्ति इति स्मर्तव्यम् इति एकः विषयः. तर्हि इदानीम् अस्माकं मूलप्रश्नः कः इति चेत् तिप् स्थाने तातङ्ग् इति आदेशः भवति इति उक्तं. तदर्थम् अत्र सूत्रमस्ति तुह्योस् तातङ्ग् आशिष्यन्यतरस्याम् इति सूत्रं. तस्मिन् सूत्रे तत्र इदानीं दिने महोदय पठतु तत्र तुह्योस्तातङ्ग् आशिष्यन्यतरस्याम् इति सूत्रे प्रथमवाक्यं पठतु. अहं भगिनि सूत्रं प्रथम तर्हि अतः सूत्रमस्ति तुह्योः तातङ्ग् तुतोः तातङ्ग् शिष्यन्तरस्याम् सूत्रसङ्ख्या तु हि इति अनयोः स्थाने तु हि इति अनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे नमो हरस्व तत्सर्वमस्तु इदानीं तत् पठितं पूर्वमेव तर्हि इदानीं तत्र वदतु तु हि इत्यनयोः स्थाने तातङ्गादेशः भवति इति उक्तं खलु तातङ्गादेश हि स्थाने तातङ्ग आदेशः भवति लोट्लकारे प्रथमपुरुष अपि च मध्यमपुरुष वयं जानीमः इदानीम् अनुवृत्तिसहितसूत्रे एकवारम् अनुवृत्तिसहितसूत्रं पठतु ओके अङ्गस्य तुह्योः तातङ्ग आशिषिः अन्यतरस्याम् अतः तातङ्ग आशिषिः अतः आशिषिः सप्तमी विभक्ति अहं चिन्तयामि अङ्गस्य तु ह्यो तातङ्ग आशिषिः अन्यतरस्याम् अतः यदि वयम् आशिषिः अन्यतरस्याम् विकल्पेन भवति परन्तु वयं केवलं अत्र सार्वधातुलकारः भवामि वदामि अतः आशिषि अत्र आशीर्लिङ्ग सम्बन्धे नास्ति परन्तु अत्र केवलम् आशीर्वाद यत्र आशीर्वाद अपेक्षितः तत्र एव तात् प्रत्ययः आयाति तात् प्रत्ययः आयाति यथा भवतात् इत्यादि समीचीनम् इदानीम् अङ्गस्य तुह्योः तातङ्ग इति उक्तम् अङ्गस्य तुह्योः तातङ्ग तर्हि तातङ्ग इति आदेशः कुत्र भवति सामान्यतया अन्ते भवति तातङ्ग इति आदेशः कुत्र भवति तुह्योः स्थाने तातङ्ग इति उक्तं तुह्योः इति षष्ट्यन्तं खलु तुह्योः इति षष्ट्यन्तम् तुह्योः षष्ट्यन्तं तु योग हि अतः द्वन्द् व्यवस्था तु स्थाने लोट्लकारे तु अस्ति प्रथमपुरुष तर्हि तत्र हि नास्ति तत्र तु प्रथमपुरुष मध्यमपुरुष हि अस्ति परन्तु प्रथमपुरुष तात् अस्ति तु तात् मध्यमपुरुष हि स्थाने तात् अस्ति समीचीनं परन्तु समीचीनं हा मम प्रश्नः अस्ति तु स्थाने तात् आदेशः भवति इति वयं जानीमः सम्पूर्णतया तु स्थाने तात् आदेशः इति जानीमः परन्तु यदि क्रमेण चिन्तयामः अस्माकम् इदानीं यानि यन्त्राणि सन्ति यदस्माभिः पठितं तान् यन्त्रान् स्वीकृत्य इदानीं वयं पश्यामः चेत् तस्य आधारेण कुत्र आदेशः भवति तु हि इत्यत्र गोमती भगिनी किं चिन्तयति येन विधिस्तदन्तस्य इति सूत्रेण अत्र विशेषमस्ति तुह्योः इति विशेष्यम् अङ्गस्य इति विशेषणं येन विधि तदन्तस्य यत् भवति तत् केवलं तुह्योः अन्ते न भवति सर्वत्र भवति इति येन विधि तदन्तस्य इति सूत्रं वदति अनन्तरम् अन्यः एकं सूत्रम् आगत्य वदति येन विधिस्तदन्तस्य क्षम्यतां भगिनि, येन विधिस्तदन्तस्य इति सामान्यतया तथा अस्ति. इत्युक्ते अङ्गस्य इकः इति वदामः चेत् न केवलम् इक् इति, परन्तु न केवलम् अङ्गमेव इक्, परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति इति वदामः. परन्तु तादृशकार्यम् अत्र अस्ति वा? तादृशकार्यम् अत्र नास्ति. तातङ्ग् इति अस्ति, तातङ्ग् इति अङ्गस्य तुह्योः, अङ्गस्य तुह्योः इति वदामः चेत् तत्र इत्युक्ते सर्वदा येन विधिस्तदन्तस्य इत्यस्य लक्ष्यं किम्? किमर्थम् येन विधिस्तदन्तस्य इति सूत्रस्य कार्यम्? वयं नि इति धातु स्वीकुर्मः चेत् नि इत्य अत्र नि सर्वं सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति चेत् तत्र नि सर्वं न अपगच्छति, ए न आयाति, केवलम् अन्त्यविकारस्य एव भवति, अतः ने इति रूपं भवति. तदेव समीचीनम्. तत्तु अलोन्त्यस्य इत्यस्य कार्यं खलु? खलु तदपि अलोन्त्यस्य इत्यस्य कार्यं तदेकं कार्यमस्ति. समीचीनम्. अलोन्त्यस्य इत्यस्य कार्यमस्ति. तस्मात् पूर्वं येन विधिस्तदन्तस्य इत्यस्य विषये किञ्चित् भ्रमः अस्ति इति मम भाति. येन विधिस्तदन्तस्य इत्यस्य प्रयोजनं किम् इति कोऽपि वदतु. यत्र अभेदः अस्ति तत्र वयं दृष्टवन्तः सार्वधातुक अर्धधातुकयोः इत्यत्र इक इत्यस्य गुणः किन्तु तादृश येन विधिस्तदन्तस्य इति वदति, न तु केवलं सर्व इकस्य किन्तु तादृशपदस्य यस्य अन्ते इक भवेत् तद्वा. तदस्ति तदस्ति, परन्तु किमर्थम् एतादृशं कुर्मः? किमर्थं पाणिनिना तत्र येन विधिस्तदन्तस्य इति सूत्रं स्थापितं? तस्य प्रयोजनं किं? यद्भवती उक्तवती तत् कार्यमस्ति. येन विधिस्तदन्तस्य इत्यस्य किं कार्यम् इति चेत् अङ्गस्य इकः इति वदामः चेत् न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति इति तस्य कार्यम् अस्ति. परन्तु प्रयोजनं किं? किमर्थं तत् सूत्रम् अस्ति? भवती एव उक्तवती तादृश इक अङ्गस्य लैक् धातु किं वदामः तत् धातु यत् सर्वे कार्यक्षेत्रं बहु लघु भवति, केवलम् इकः इति अस्ति समीचीनम्. उत्तमम्. इत्युक्ते अङ्गम् एव इक् इति वदामः चेत् कार्यक्षेत्रं बहु लघु भवति. तस्य तत्र एक्स्पाण्ड् कर्तुम् अस्य सूत्रस्य कार्यं न केवलम् इक् इति अङ्गस्य स्थले, परन्तु अन्यत्रापि भवतु, यत्र अङ्गस्य अन्ते इक् अस्ति तत्रापि कार्यं भवतु इति कृत्वा तत्र सूत्रं येन विधिस्तदन्तस्य इति सूत्रं कार्यं करोति. तत्र एक्स्पाण्ड् कर्तुं, टु एक्स्पाण्ड् द स्कोप् आफ् दि एप्लिकेशन्, अस्य सूत्रस्य कार्यं बहुत्र भवतु. केवलम् इक् इति अङ्गम् अस्ति चेत् तत्र कतिचन धातवः एव भवन्ति यत्र केवलम् इक् इति अङ्गम्, अतः तत्र सूत्रस्य तत्र प्रयोजनं न लभ्यते खलु. तत्र सूत्रस्य सम्पूर्णप्रयोजनं तत्र प्राप्तुं सूत्रस्य कार्यक्षेत्रं बृहत् कर्तुं तत्र किं क्रियते? येन विधिस्तदन्तस्य इति क्रियते. तेन किं भवति इति चेत् न केवलम् अङ्गं यत् इक् अस्ति, परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणम् इति वयं कुर्मः. अत्र केवलम् उदाहरणार्थं सार्वधातुक अर्धधातुकयोः इति उदाहरणं मया स्वीकृतम्, परन्तु एतादृशं सर्वत्र भवति. परन्तु अस्मिन् सूत्रे तुह्योस्तातङ्ग् आशिष्य अन्यतरस्याम् इति सूत्रे येन विधिस्तदन्तस्य इत्यस्य कार्यमस्ति वा? अत्र क्षेत्रस्य बृहत्करणम् इति किमपि अस्ति वा? न न, अत्र तु नास्ति. अत्र तु क्षेत्रं केवलं तु हि इत्येव खलु, तु हि इत्येव, तत्र अन्यत्र कुत्रापि तु हि इति अस्ति इति नास्ति खलु. तादृश अङ्गं यत् केवलं तु हि अस्ति परन्तु यस्य अन्ते तु हि इति तथा किमपि नास्ति. अत्र केवलं प्रत्ययस्य विषये चिन्तनम्. अतः येन विधिस्तदन्तस्य इत्यस्य किमपि कार्यं नास्ति अत्र. पश्यन्ति वा? गोमती भगिनी अवगतं वा? अवगतम् अवगतमिति भाति वा? न अवगतम्, अवगतमिति भाति, अवगतमिति भाति. कुत्र क्लेशः? येन विधि तदन्तस्य इत्युक्ते तत्र उदाहरणं विच् ऐ टु किन्नि तत्र अन्धे भवति, ने इति भवति. न न न, तद् उदाहरणं समीचीनं नास्ति. तद् उदाहरणम् अलोन्त्यस्य इत्यस्य उदाहरणं यद् भवत्या स्वीकृतं तद् अलोन्त्यस्य इत्यस्य उदाहरणम्. अत्र न येन विधि सदन्तस्य इत्यस्य कृते सार्वधातुकार्धधातुकयोः इति सूत्रं पश्यतु. तत्र अग्रे सूत्रमस्ति सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रं पठतु. एकनिमिषं भगिनि. सार्वधातुकार्धधातुकयोः, सार्वधातुके अर्धधातुके च प्रत्यये परे इगन्धङ्गस्य इकः गुणः भवति. सार्वधातुकश्च अर्धधातुकश्च तयोः इतरे अनुवृत्तिसहितसूत्रं, केवलम् अनुवृत्तिसहितसूत्रम्. इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति इकः अङ्गस्य गुणः. अत्र विशेषणविशेषभावः कुत्र? इकः गुणः भवति अङ्गस्य. इकः यत्र यस्य अङ्ग विशेषणविशेषभावः कयोः, कयोः पदयोः इकः अनन्तरम् अङ्गस्य इति. विशेष्यं किं, विशेषणं किम्? इकः इति विशेष्यम्, अङ्गस्य विशेषणम्. न अङ्गस्य विशेष्यं वा? अङ्गस्य विशेषम् इत्युक्ते तत्र कथं कथं विशेषणविशेषभावः निर्णेतव्यः इति सर्वदा प्रश्नः भवति. तत्र सामान्यनियमः कः इति चेत् कः आधारः कः तत्र आधारः कः? अङ्गस्य गुणः भवति. हा, अङ्गमे सुन्दरः पुरुषः इति वदामः चेत् तत्र आधारः कः? पुरुषः. पुरुषः एव आधारः खलु? पुरुषे एव तत्र सौन्दर्यम् अस्ति इति वयं वदामः. एवमेव इकः अङ्गस्य इति वदामः चेत् अङ्गमेव आधारं खलु? अतः अङ्ग अङ्गमेव तत्र विशेष्यम् अस्ति, इकः इति विशेषणमस्ति. अस्तु, इदानीम् अनयोः विशेष्यविशेषणभावः अस्ति. तर्हि इदानीं तत्र येन विधि सदन्तस्य इत्यस्य किं प्रयोजनम्? इदानीं येन विधि सदन्तस्य इति नास्ति चेत् किं भवति तत्र? येन विधि तदन्तस्य नास्ति चेत् अङ्गस्य गुणः भवति. न न, अङ्गस्य गुणः भवति. इदानीम् इकः अङ्गस्य इति तत् पदद्वयं स्वीकृत्य वदतु. तावदेव भवति. अङ्गस्य यस्मिन् अङ्गे इकः अस्ति तस्य इकः गुणः भवति. न इदानीं किमपि तत्र परिभाषा किमपि नास्ति चेत् इकः अङ्गस्य इत्यस्य इदानीं विजयलक्ष्मी भगिनी वदतु किञ्चित्. यदि येन विधिस्तदन्तस्य इति न भवति तदा केवलम् इकः यदि अङ्गे भवति तस्य कार्यं भवति. इ उ रु लु न इकः अङ्गे भवति तत्र कार्यं भवति इति नास्ति. अङ्गमेव इक् भवति चेत् तत्र कार्यं भवति इति अर्थं निष्पद्यते. परन्तु तत्र केवलं पञ्चषट् धातवः अङ्गानि सन्ति यस्य केवलम् इ उ रु लु इति चत्वारः अक्षराणि अक्षरं चत्वारि अक्षराणि स्वीकृत्य केवलं पञ्चषट् अङ्गानि एव प्राप्नुमः. तत्तु बहु लघु भवति सूत्रस्य कार्यक्षेत्रं. तस्य कार्यक्षेत्रं बृहत् भवतु इति कृत्वा येन विधिस्तदन्तस्य सूत्रं वदति केवलम् इकः अङ्गस्य न, परन्तु यस्य अङ्गस्य अन्ते इकः वर्णाः भवन्ति तेषामपि ग्रहणं भवतु इति वदति. हा, समीचीनं समीचीनं. गोमती भगिनी अवगतं वा? येन अङ्गस्य तस्य उदाहरणेन एव इकः अङ्गस्य इति दत्तमत्र. येन विधि तदङ्गस्य तत् सूत्रं यत्र यत्र किं न इदानीं पश्यतु एकवारं पश्यतु इकः अङ्गस्य इति पदद्वयम् अस्ति अनयोः विशेष्यविशेषणभावः अस्ति इति जानीमः इदानीं येन विधिस्तदन् तस्य इति सूत्रं नास्ति इति चिन्तयतु सूत्रमेव नास्ति इति चिन्तयतु तदानीं किं भवति इकः अङ्गस्य इति वदामः चेत् इकः अङ्गस्य गुणः इति वदामः चेत् किं भवति तत्र इकः यत्र अङ्गस्य गुणः भवति अङ्गस्य इक अपि भवेत् न अङ्गस्य इक् अपि भवेत् इति नास्ति अङ्गम् एव इक् अङ्गम् एव इक् अङ्गम् एव इक् अङ्गम् अपि च इक् अनयोः भेदः नास्ति अङ्गे कुत्रचित् इक् अस्ति इति नास्ति सम्पूर्ण अङ्गम् इक् इदानीम् अहं वदामि सुन्दरः पुरुषः गच्छति इति वदामि चेत् कः गच्छति पुरुषः गच्छति हा इत्युक्ते तत्र सौन्दर्यं पृथक्तया कुत्रचित् अस्ति वा सम्पूर्णपुरुषे अस्ति खलु सौन्दर्यं तर्हि पुरुषः एव सुन्दरः खलु तर्हि पुरुषः सुन्दरः पुरुषः गच्छति इति वदामि चेत् तत्र तत्र केवलं तत्र हस्तः गच्छति वा पादः गच्छति वा न खलु सम्पूर्णशरीरं गच्छति खलु तर्हि तत्र सम्पूर्णशरीरे सौन्दर्यम् अस्ति खलु कुत्र सौन्दर्यम् इति वदामः सुन्दरः पुरुषः इति वदामि चेत् कुत्र अस्ति सौन्दर्यं सर्वत्र अस्ति खलु सम्पूर्णपुरुषः सम्पूर्णपुरुषः सुन्दरः खलु अतः अनयोः अनयोः अभेदः अस्ति खलु भेदः एव नास्ति खलु सुन्दरः इति वदामः चेदपि पुरुषः एव पुरुषः इति वदामि चेदपि सुन्दरः एव खलु अवगतं खलु तावत् एवमेव अहं प्रयत्नं करोमि उदाहरणं नीत्वा यदि भवती उक्तवती पूर्वम् इ इति धातुः स्वीकुर्मः नि इति धातुः स्वीकुर्मः इ इत्यस्य इक् अस्ति तत्र इ एव तस्य गुणः भवति येन विधि तदन्तस्य नास्ति चेत् नि इत्यस्य किमपि कार्यं न भवति केवलम् इ इत्यस्य एव भवति एतत् अलोन्त्यस्य इति न समीचीनं हा इदानीम् इकः अङ्गस्य इति वदामः चेत् केवलम् इ इति धातुः इ इति अङ्गमस्ति चेत् तस्य गुणः भवति अथवा उ इति अङ्गम् अस्ति चेत् तस्य गुणः भवति इत्युक्ते तादृशधातुः यत्र केवलम् इ इति वर्णः अथवा उ इति वर्णः अथवा ऋ इति वर्णः चेत् तत्र गुणकार्यं भवति इकः अङ्गस्य इति सू इति इत्यनेन यदि येन विधिस्तदन्तस्य इति सूत्रं नास्ति खलु वदतु येन विधि तदन्तस्य अस्ति चेत् केवलम् इकः न यत्र इकः अङ्गस्य इकः अस्ति तस्य अपि गुणः भव कार्यं भवति अङ्गस्य अन्ते अन्ते कार्यम् अन्ते अन्तस्य इति सूत्रे अस्ति हा इदानीम् इत्युक्ते तत्र न केवलम् इ इति अङ्गे कार्यमस्ति परन्तु तादृशधातुः यस्य अन्ते इ अस्ति तस्यापि कार्यं यस्य अन्ते उ अस्ति तत्रापि कार्यं यस्य अन्ते ऋ अस्ति तत्रापि कार्यं यस्य अन्ते इक् अस्ति तत्र सर्वत्र कार्यं तर्हि इदानीं तत्र कार्यक्षेत्रं बृहत् अभवत् वा न वा आं भगिनि हा इत्युक्ते न केवलम् इ नि इति धातुः अपि गृह तत्र स्वीकुर्मः द्रु इति अस्ति चेत् तदपि स्वीकुर्मः नो चेत् घु अस्ति चेत् स्वीकुर्मः सु अस्ति चेत् स्वीकुर्मः सर्वेषां वयं स्वीकुर्मः खलु हा तादृशम् अत्र तुह्यो सातङ्ग् इत्यत्र अस्ति वा अङ्गस्य तुह्योः इत्यत्र तादृशम् आवश्यकम् अस्ति वा अत्र तु अङ्गं केवलं हि तु तदेव भवति किमपि नास्ति हा इदानीम् अत्र कार्यक्षेत्रं बृहत् भवतु इति आवश्यकता नास्ति खलु अतः येन विधिस्तदन्तस्य इत्यस्य किमपि कार्यं नास्ति अत्र तत्र किं कार्यं करोति अत्र एतत् सूत्रं किं तुह्योः तुह्यो तातन् तदेव कार्यं करोति न तदस्ति इदानीम् अङ्गस्य तुह्योः तातङ्क् इति वदामि चेत् तत्र तत्र अत्र परिभाषायाः आवश्यकता अस्ति वा अत्र परिभाषायाः आवश्यकता नास्ति नास्ति, परिभाषा नास्ति किं तत्र, परिभाषा एव नास्ति चेत् किं भवति? हि इत्यस्य तत्र ततङ् आदेशः भवति. अनन्तरं तु तत्र अपि तु इत्यस्य ततङ् आदेशः भवति. हा, इति परिभाषा एव नास्ति चेत् एवं भवति, परन्तु तत्र एका परिभाषा अस्ति खलु. अलोन्त्यस्य इति सामान्यसूत्रम् अस्माभिः दृष्टं खलु. इदानीम् अलोन्त्यस्य इति अस्ति चेत् तत्र किं भवति इदानीं? केवलम् उकारस्य एव कार्यं भवति, तत्र तिष्ठति. हि तत्र अपि इ अपगच्छति, अमिनादेशं भूत्वा तात् आगच्छति. इति भवति. हा, समीचीनं. तर्हि तादृशं भवति चेत् अदा इदानीम् अस्माकम् इष्टं न प्राप्यते खलु, इष्टरूपं न प्राप्यते खलु. तदर्थम् अत्र अलोन्त्यस्य इति, केवलम् अलोन्त्यस्य इति एव परिभाषा अस्ति चेत् तदानीम् इष्टं न प्राप्यते. अलोन्त्यस्य इति सूत्रस्य आवश्यकता अस्ति, यथा तत्र सारधातुक अर्धधातुकयोः इति सूत्रे इकः अङ्गस्य गुणः इति यदा उक्तं, तत्र येन विधिस्तदन्तस्य इत्यस्य कार्यानन्तरम् इदानीम् अङ्गस्य गुणः इति उक्तम्, अङ्गस्य गुणः इति उक्तं. तर्हि सम्पूर्ण अङ्गस्य गुणः भवति. तर्हि नी इति धातुः अस्ति चेत् तर्हि सम्पूर्णस्य गुणः भवति चेत् तत्र सम्पूर्णे तत्र एकारः, नी इत्यस्य स्थाने एकारादेशः आयाति. परन्तु तद् न इष्यते इति कृत्वा अलोन्त्यस्य इत्यनेन अन्तादेशः इति उक्तं परिभाषायाः प्रयोजनेन. तर्हि तत्र नी इत्यत्र इकारस्य स्थाने गुणः इति उक्त्वा तदर्थं तत्र ने इति रूपं सिद्ध्यति. तदेव अलोन्त्यस्य इत्यस्य प्रयोजनं बहुत्र अस्ति. परन्तु अस्मिन् सूत्रे तु ह्योस्तातङ् आशिष्य अन्यतरस्याम् इति सूत्रे अलोन्त्यस्य इत्यस्य यद्यपि कार्यं भवितुम् अर्हति, परन्तु तस्य यदि तत्सूत्रं कार्यं करोति तदानीम् इष्टरूपं न प्राप्नुमः खलु. तदर्थम् एतादृशसन्दर्भेषु अत्र अन्यत् सूत्रमस्ति, अनेकाश्चित् सर्वस्य इति सूत्रम् अस्तु. इदानीं तत्र उषाभगिनी अत्र अलोन्त्यस्य सूत्रं तात इति तु एकः अल् नास्ति, अलोन्त्यस्य इति सूत्रे केवलम् उकारस्य स्थाने यत्किमपि भवतु अलोन्त्यस्य आयाति वा? तदेव भगिनी उक्तवती खलु, उकारस्य स्थाने तात् इति आयाति, एवमेव हि इत्यत्र ईकारस्य स्थाने तात् इति आयाति खलु. तदेव उक्तवती भगिनी. अस्तु, इदानीम् अतः अलोन्त्यस्य इत्यनेन इष्टरूपं न प्राप्नुमः इति कृत्वा तत्र अन्या परिभाषा अस्ति, अनेकाश्चित् सर्वस्य इति परिभाषा. तदिदानीं पठामः. उषा भगिनी पठतु. आं भगिनि, एकक्षणं भगिनि, एतावता कोऽपि प्रश्नः वा? बहु किमपि चर्चितं, प्रश्नः अस्ति वा? अत्र सिद्धान्तः स्पष्टः भवतु इति कृत्वा तत्र समयः स्वीकृतः, स्पष्टमिति चिन्तयामि. नास्ति चेत् वदन्तु. येन विधि सदन्तस्य बहु मुख्यमस्ति, सर्वत्र तस्य कार्यम्, अतः सम्यक्तया अवगमनं भवेत्. भवति एकः प्रश्नः अस्ति, यदि वयं सार्धातुक आर्धातुकयोः वदामः तर्हि केवलं ह्रस्व इति नास्ति, दीर्घी अपि अत्र केवलम् एवमेव इ उ इति उक्तम्, इ इत्यनेन सवर्णानामपि ग्रहणम्. इकः इति वदामः चेत् तत्र सर्वेषां सवर्णानां ग्रहणमस्ति, तथापि सवर्णानां ग्रहणं कुर्मः चेदपि तत्र कार्यक्षेत्रं लघु एव, तथापि लघु एव, तादृशदातवः बहवः न सन्ति. अस्तु, इदानीम् उषा भगिनी अग्रे. अनेकाश्चित् सर्वस्य आदेशः अनेकाल्, आदेशः एक एव वर्णः न अपि तु अनेके वर्णाः, आदेशः अनेकाल् आदेशः अनेकाल् अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य यस्य स्थाने आदेशः आदिष्टः सः स्थानी इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः न एकः अनेकः नै तत्पुरुषः अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः शकारः इत्यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमितं सूत्रं स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल् षित् सर्वस्य स्थाने आदेशः अनेकाल् अस्ति चेत् अथवा षित् चेत् सर्वस्थानिनः स्थाने आदेशः भवति न तु अन्त्यवर्णस्य इदं सूत्रम् अलोन्तस्य इति सूत्रस्य अपवादः भवति अनेकाल् षित् सर्वस्य स्थाने आदेशः अनेकाल् भवति चेत् षित् भवति चेत् सर्वस्य स्थाने अग्रे पठामि वा भगिनि क्षम्यतां तर्हि इदं सूत्रम् अनेकाल् षित् सर्वस्य इति सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः इत्युक्ते यत्र तदर्थमेव तत्र यत्र यत्र सूत्रेषु अनेके वर्णाः दृश्यन्ते तत्र सर्वत्र अनेकाल् षित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने भवति इत्युक्ते षष्ट्यन्तं पदं यत् अस्ति तदेव स्थानी इति वदामः तस्य सम्पूर्णस्य स्थाने आदेशः भवति अनेकाल् षित् सर्वस्य इति सूत्रेण अत्र अनेकाल् इत्युक्तं नो चेत् षित् इति उक्तं यत्र आदेशे षित् षकारः इत् भवति तत्रापि तत्तु वयं सुबन्तप्रकरणे पश्यामः यत् यत्र नपुंसकलिङ्गे वनं वने वनानि इत्यत्र वनानि तत्र इ इति श्रूयते खलु यद्यपि सु औ जस् इति तत्र सुप्रत्ययः अस्ति प्रथमबहुवचने जस् इति प्रत्ययः अस्ति अनन्तरं द्वितीयबहुवचने शस् इति प्रत्ययः अस्ति जस् शस् तत्र जस् शसोः षि इति आदेशः भवति षि इति आदेशः भवति तत्र षि इति आदेशः षित् अस्ति इति कृत्वा षि इति आदेशः सर्वस्य स्थाने भवति अतः जस् शस् अनयोः स्थाने षि इति आदेशः भवति तत्र षि इत्यत्र शकारस्य इत्संज्ञा भूत्वा इ इति अवशिष्यते अतः वनानि प्रथमबहुवचने द्वितीयबहुवचने वनानि इति रूपं षित् तत्र षित्वम् अस्ति इति कृत्वा सम्पूर्णस्य स्थाने भवति इति उदाहरणम् अस्तु इदानीम् अनेकाल् अस्ति चेत् तस्य उदाहरणं किम् इति अग्रे दत्तमस्ति ज्ञादातोः विषये अरविन्द महोदय अग्रे पठति वा तत्पूर्वम् एकः प्रश्नः अस्ति तत् तातङ् इति ङित्वत्वात् गुणनिषेधं भवति इति उक्तं किन्तु अनेकाल् षित् सर्वस्य परसूत्रमस्ति स्थानिवत् आदेशो अनन्वितौ तत् स्थानिवत् भवति कृत्वा पित्वं पुनः आयाति वा पित्वा इत्युक्ते स्थानिवत् भवति इति कृत्वा यदि तातङ् इत्यत्र नित् नास्ति यदि आदेशः तात् इति एव आसीत् यदि पाणिनिसूत्रे तातङ् इति न उक्तं केवलं तात् इति एव उक्तं चेत् तर्हि तात् आदेशः अपि पित् भवति स्थानिवत् आदेशो अनल्विदौ इत्यनेन तात् आदेशः अपि पित् भवति यतोहि मूलप्रत्ययः पित् अस्ति चेत् तत्र आदेशे अपि तत्र पित्वम् आयाति तत्र सङ्घर्षः नास्ति परन्तु पाणिनिना तत्र नित्वमपि उक्तं खलु नित्वम् इति उक्तं तदा तत् सम्पूर्णतया त्यक्तुं न शक्नुमः तत्र नित्वम् इति उक्तत्वात् अत्र स्थानिवद्भावः बाधितः अस्ति स्थानिवद्भावः बाधितः अस्ति यतोहि नित्वम् इति उक्तं सूत्रे एवमेव तत्र स्थानिवद्भावं न भवति स्थानिवद्भावः न भवति अपि च तत्र सेहेर्यपिच्छ इति सूत्रे अपि तथैव अस्ति खलु सेहेर्यपिच्छ इति सूत्रे यद् यद्यपि सिप् इति प्रत्ययः पित् अस्ति, अतः स्थानिवद्भावेन तत्र हि इति प्रत्ययः अपि पित् एव स्यात्, परन्तु पाणिनिना साक्षात् तत्र सहेर्य अपित् च इति उक्तम्, अपित् इति उक्तं खलु, अतः तत्र इदानीं स्थानिवद्भावः न भवति, तत्र सङ्कर्षः नास्ति, किन्तु तत्र तातङ्ग् इति अपित् च इति कोऽपि न उक्तम्, न तत्र नित् इति उक्तं खलु, नित् इत्युक्ते तत्र सार्वधातुकप्रकरणे नित् इत्युक्ते साक्षात् नित् इति उक्तं, सार्वधातुकम् अपित् निद्वत् इति नास्ति, तत्त्व न आवश्यकम् अत्र, किन्तु तत्त्व अनेकाल् इति अन्तर्भूतः इति कृत्वा स्थानिवद् भवति न, अनेकाल् इति अन्तर्भू अनेकाल् अपि च नित्वस्य किं तथा सम्बन्धः, यदा शेर्य पिच तत्र पिच इति पृथक् उक्तमस्ति कृत्वा तस्य प्रसक्तिः अस्ति, किन्तु अत्र तातङ्ग् इति आदेशरूपेण आयाति, किन्तु स्थानिवद् आदेशो अनल् विधौ, तत्र अनल् इति उक्तत्वा तातङ्ग् इति अनल् अस्ति कृत्वा स्थानिवत् रूपमेव स्वीकरणीयं न, हा स्थानिवत् रूप, परन्तु तत्र तातङ्ग् इत्यत्र नित्यस्य नित् इत्यस्य किं प्रयोजनम् इति वक्तव्यं, नित् इत्यस्य किं प्रयोजनम्, इत्संज्ञकवर्णस्य प्रयोजनं वक्तव्यमेव, अस्तु तर्हि नित् इत्यस्य प्रयोजनं न वक्तुं शक्यते चेत् तत्र तु न, तत्र नित् इति साक्षात् उक्तत्वात् इदानीं प्रत्ययः नित् अस्ति, अतः स्थानिवद्भावः बाधितः अस्ति, यथा सहर्यपिच्छ इत्यत्र बाधितः, सहर्यपिच्छ इत्यत्र सूत्रे एव साक्षात् अपिच्छ इति उक्तं, परन्तु तातङ्ग् इत्यत्र साक्षात् नित् इति उक्तं सूत्रे एव, तातङ्ग् इति उक्तम्, अतः समानमस्ति समानमस्ति, तत्र अपित् इति उक्तम्, अपित् निद्वद् भवति इति उक्तम्, अत्र तु साक्षात् नित् इति उक्तं, तावदेव, महान् भेदः नास्ति, अस्तु अस्ति, पठामि, यथा ज्ञा जनोर्जा इति ज्ञा क्रिय क्रयादिगणे जन् दिवादिगण चे इति अनयोः जा आदेशः भवति शिति प्रत्यये परे, आदेशः अनेकाल् अतः अनेकाल् चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्तिवर्णस्य, ज्ञश्च जन् च तयोरितरयोर्द्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः षष्ट्यन्तं जा लुप्तप्रथमान् प्रथमाकं पदं द्विपदमिदं सूत्रम्, ष्टिवुष्क्लमुश्चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्ञाजनो अङ्गस्य जा शिति, अत्र आदेशसूत्रं दत्तमस्ति, ज्ञा धातु क्रयादिगणे एवं जन् धातु दिवादिगणे अनयोः स्थाने जा इति आदेशं भवति शिति परे इति सूत्र अर्थमस्ति, तत्र अनेकाचित् सर्वस्य इति सूत्रस्य प्रसक्तिः अस्ति कृत्वा सम्पूर्णधातु आदेशरूपेण जा स्वीकरोति इति कृत्वा ज्ञा भवति जा, जन् भवति जा, अति रूपद्वयं द्वयोः रूपं सम्पूर्णं परिवर्तनं भवति, कयोः रूपं ज्ञा जन् अनयोः खलु, आम् द्वयोः धातुद्वयोः, अग्रे पठतु, जन् धातुः भगिनी मम एकः संशयः, लुप्तप्रथमाकम् इत्युक्ते किं किं लुप्तप्रथमाकम् कुत्र जा इति लुप्तप्रथमाकं पदम् इति उक्तं खलु, तर्हि हा सत्यं, तत्र जा इति धातुतः जा इति इदानीं तत्र प्रातिपदिकरूपेण स्वीकृतं, जा इति वस्तुतः धातुः अस्ति, परन्तु ज्ञाजनोर्जा इति सूत्रे जा इति तत्र वस्तुतः तत्र इक् अथवा ष्टिप् प्रत्ययं न योजितं, तत्र केवलं इति प्रत्ययः न योजितः, परन्तु अत्र केवलं जा इति अनुवादः अस्ति, तत्र प्रातिपदिकरूपेण अनुकरणम् इत्युक्ते सामान्यतया सूत्रेषु धातोः निर्देशः इक् प्रत्ययेन नो चेत् स्टिप् प्रत्ययेन निर्देशः भवति. इक् इक्ष्टिपौ धातुनिर्देशे वक्तव्यः इति वार्तिकेन धातोः निर्देशः इक् प्रत्ययेन नो चेत् स्टिप् प्रत्ययेन निर्देशः भवति. तेन वयम् अवगन्तुं शक्नुमः तत्र धातुः अस्ति इति अवगन्तुं शक्नुमः. परन्तु अत्र तथा न कृतं. जन् जा अनयोः इक् प्रत्ययः अथवा स्टिप् प्रत्ययः न योजितः, परन्तु जा इति साक्षात् धातुं स्वीकृत्य तत्र अनुकरणं प्रातिपदिकरूपेण स्वीकृतं. जा इति शब्दस्वरूपं प्रातिपदिकरूपेण स्वीकृत्य तत्र सुप्रत्ययः विधीयते. तर्हि जा धातोः सुप्रत्ययः विधीयते चेत् तत्र किं भवति? अकारान्तधातुः अस्ति चेत् तत्र किं भवति प्रातिपदिकम्? स्त्रीलिङ्गं भवति सुप्रत्ययस्य. तत्र सुप्रत्ययः अस्ति खलु, तत्र सुप्रत्ययः तत्रापि तत्र पदे तत्र श्रवणीयं खलु. परन्तु अत्र क्षम्यतां क्षम्यतां, तत्र जा इति समीचीनं. तत्र ज्ञा ज्ञा अपि च जन् ज्ञा जन् अनयोः इतरेतर द्वन्द्वः, तत्र क्लेशः नास्ति. परन्तु जा इति आदेशे, जा इति आदेशे वस्तुतः तत्र कुत्र अस्ति लुप्तप्रथमान्तं? जा इत्यत्र एव लुप्तप्रथमान्तकम् अस्ति इति उक्तं खलु. जा इत्यत्र लुप्तप्रथमान्तकम् अस्ति इति उक्तं. तर्हि जा इति यद्यपि आदेशः अस्ति, आदेशः अस्ति चेत् तत्र विभक्तिः का विभक्तिः स्यात्? प्रथमा स्यात् खलु, तदेव अहं वदामि. तत्र जा इति आदेशः, अत्र धातुः नास्ति. धातोः विषये इक्ष्टिपौ इति वक्तव्यम् इति अस्ति, परन्तु अत्रापि इक्ष्टिप् न उक्तम्. ज्ञा इति धातुः अपि इक् प्रत्ययेन न उक्तं, जन् इति अपि स्थिप्रत्ययेन न उक्तं. साक्षात् अनुकरणमेव कृतं, तत्र दोषः नास्ति. तत् समीचीनमेव यद्मया उक्तं, तत् समीचीनं. ज्ञा जन् अनयोः अनुकरणं कृतं, तत्र इक् प्रत्ययेन स्थिप्रत्ययेन न उक्तं, यतोहि साक्षात् ज्ञा जन् इति उक्तं, तत्र दोषः नास्ति. तत्र तु विभक्तिः अपि अस्ति, ज्ञाजनोः इति षष्ट्यन्तम् अस्ति, षष्टिद्विवचनम् अस्ति, तत्र दोषः नास्ति. परन्तु जा इति यः आदेशः अस्ति तत्र प्रथमाविभक्तिः स्यात् खलु. किमर्थं प्रथमाविभक्तिः नास्ति इति चेत् तत्र प्रथमाविभक्तिः लुप्तः इति वदति. यद्यपि प्रथमाविभक्तिः अस्ति तत्र जास् इति स्यात्, तत्र सुप्रत्ययः स्यात्, परन्तु सुप्रत्ययः लुप्तः अस्ति. किमर्थम् एतादृशं क्रियते इति चेत् कुत्रचित् तत्र छन्दसः कृते, छन्दसः कृते एवं क्रियते. अस्तु, पठतु महोदय. जन् धातु आत्मनेपदी, जनी पार्दुभावे अनुबन्धलोपे जन् इति इकारान् अनुनासिक इकारान्तलोपानन्तरं जन् योगः दिवादिगणीयविकरणप्रत्ययः शन् इति कृत्वा ज्ञा जनोर्जा इति अनेन शितिपरे ज आदेशः अनेका चित् सर्वस्य इत्यनेन स च सर्व सर्वादेशः जा योगः य जाय इति अङ्गं जायते इति आत्मनेपदी प्रथम एक प्रथमपुरुष एकवचनम्. अत्र जनी प्रादुर्भावे इति धातुः इकारान्त अनुनासिक अनुबन्धलोपानन्तरं जन् इति स्थिते षित् अस्ति शन् इति द्विवादिगणीयविकरणप्रत्ययस्य, तस्य अनुबन्धलोपानन्तरं य एव अवशिष्यते. जन् योगः जन् स्थाने ज्ञा जनोर्झा इति सूत्रेण एवम् अनेकाचित् सर्वस्य सूत्र प्रसक्ति भूत्वा सम्पूर्ण जन् स्थाने झा इति आदेशं भवति. तदनन्तरं विकरणप्रत्ययः अनुबन्धलोपानन्तरं योजनेन जाय इति अङ्गं भवति. तदनन्तरं आत्मनेपदी प्रथमपुरुष एकवचने प्रतिप्रत्ययस्य ते इति सिद्धप्रत्ययं योजयित्वा जायते इति धातु प्रथमपुरुष एकवचन रूपं सिद्ध्यते. समीचीनम्. अस्तु, इदानीं तत्र अग्रे लक्ष्मीभगिनी वदतु. इदानीं तत्र अनेकाचित् सर्वस्य इति सूत्रं नास्ति चेत् तत्र कथं भवति आदेशः? अनिकाल्षित् सर्वस्य इति सूत्रं नास्ति चेत् जन् योग शन् इति अस्ति, जा इत्यस्य आदेशः भवेत्, जा इति आदेशः अलोङ्क्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने एव भवेत्, अतः जा जा जजा इति भवेत्, जजा इति भवति खलु, जजा जजायते इति भवेत् खलु, एवमेव जा इति इत्यत्र जा इत्यस्यापि तथा एव ज्ञाजा इति भवेत्, क्षम्यताम् आकारस्य स्थाने जा इति आदेशः ज्ञजा इति भवेत् इति तत्र अनिष्टरूपं प्राप्नुमः, एतादृशं मा भवतु इति कृत्वा एव अनेकाल्चित् सर्वस्य इत्यनेन उक्तं, यत्र आदेशः अनेकाल् तत्र सर्वस्य स्थाने आदेशः भवति, ज्ञाजा इति षष्ट्यन्तम् अस्ति तस्य सम्पूर्णतया आदेशः भवति इति अनेकाल्चित् सर्वस्य इति सूत्रम् अस्तु, समीचीनं, कोऽपि प्रश्नः वा? अपि च तत्र अरविन्द महोदय पश्यतु, स्थानिवत् आदेशो अनल् विधौ इति अपि परिभाषासूत्रमस्ति, इति परिभाषासूत्रमस्ति, यत्र अनियमः अस्ति तत्र नियमं करोति परिभाषासूत्रं, परन्तु सूत्रे एव स्पष्टतया उक्तं तातङ्ग् इति उक्तं, सहर्य पिच्च इति उक्तं, तर्हि तत्र परिभाषायाः आवश्यकता नास्ति, यत्र आवश्यकं तत्रैव वयं स्वीकुर्मः, सूत्रे स्पष्टतया उक्तं चेत् आवश्यकता नास्ति। भगिनी तदेव अहमपि चिन्तितवती, अत्र सूत्रे ज्ञा जनोर्जा इत्यस्मिन् सूत्रे ज्ञा इत्यस्य स्थाने जा, जन् इत्यस्य स्थाने जा इति वदनेन किमर्थम् अलोन्त्यस्य इत्यस्य परिभाषायाः आवश्यकता अपि नास्ति, अनेकाश्चित् इत्यस्य अपि आवश्यकता नास्ति खलु, तत्र सूत्रे एव स्पष्टम् अस्ति खलु, किमर्थं परिभाषायाः इण्टर्फियरेन्स्? न न, सूत्रे एव ज्ञाजन् अनयोः जा इति सूत्रे यद्यपि उक्तं, परन्तु अत्र पश्यतु, अत्र अनुवृत्तिसहितसूत्रं कथमस्ति, ज्ञाजनोः अङ्गस्य जा शिति, शिति परे तर्हि अलोन्त्यस्य इति सूत्रं नास्ति, अलोन्त्यस्य इति सूत्रं नास्ति, अतः सम्पूर्णस्य अङ्गस्य स्थाने एव भवति इति भवती वदति, समीचीनम्, अतः परन्तु अलोन्त्यस्य इति यद्यपि परिभाषासूत्रमस्ति, परन्तु तादृशसूत्रमस्ति, तत्र किमुक्तं तस्मिन् सूत्रे, षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति इति उक्तम्, यद्यपि परिभाषा अस्ति तथापि इदम् इयं परिभाषा सर्वत्र आगच्छति, तत्र अपरेषु स्थलेषु इव नास्ति, इयं परिभाषा सर्वत्र आगच्छति, अतः सामान्यतया वयं किं वदामः इति चेत् तत्र यद्यपि अलोन्त्यस्य इति नास्ति चेत् सम्पूर्णस्य एव स्थाने भवति खलु, तर्हि किमर्थम् अलोन्त्यस्य अनेकाश्चित् सर्वस्य इति यत् वदति तत् समीचीनम्, परन्तु तथापि तत्र अलोन्त्यस्य इति सूत्रम् अत्र आगच्छति खलु इति वयं चिन्तयित्वा तत्र अनेकाश्चित् सर्वस्य इति वदामः, यदि एवम् यदि चिन्तयति चेत् तर्हि अनेकाश्चित् सर्वस्य इत्यस्य प्रयोजनमेव न भवति खलु, हा परिभाषासूत्रं सर्वदा यत्र आवश्यकं तत्रैव आगच्छति, यथा अस्माभिः पठितम् इको यणचि इति सूत्रं, परन्तु इको यणचि इको गुणवृद्धि इति सूत्रं सार्वधातुकार्थधातुकयोः इत्यस्मिन् कृते प्रयुज्यते आगच्छति, किन्तु अचो ञिति तस्मिन् सूत्रे तु अचः स्थाने इति पृथक्तया उक्तत्वात् इको गुणवृद्धिः न आगच्छति खलु, तदा सत्यं यद्भवती वदति सत्यं सत्यमेव, यत्र आवश्यकं तत्र एव तत्र नियमस्य स्वीकरणं कुर्मः इति अस्ति, परन्तु एवं वदति चेत् अनेकाश्चित् सर्वस्य इत्यस्य कुत्र कार्यं भवति, सर्वत्र अङ्गस्य स्थाने एव भवति खलु, तर्हि अनेकाश्चित् सर्वस्य इत्यस्य कार्यं कुत्र भवितुम् अर्हति, सूत्रं व्यर्थं खलु, षित् इत्यत्र प्रयोजनमस्ति, षित् इत्यत्र प्रयोजनमस्ति, परन्तु अनेकाल् इति दलस्य, अनेकाल् इति दलस्य कुत्र कार्यं भवितुमर्हति, कुत्रापि नास्ति खलु, लक्ष्मी भगिनी, आं भगिनी, अन्यत्र परन्तु परन्तु अत्र किं चिन्तनीयमिति चेत् अनेकाल्षित् सर्वस्य इति तावदेव नास्ति. यदि अनेकालादेशः नित् अस्ति, इदानीं जा इत्यत्र नित् अस्ति इति स्वीकरोतु, जाङ्ग् इति अस्ति इति चिन्तयतु. केवलम् उदाहरणार्थं ज्ञाजनोः जाङ्ग् इति अस्ति इति चिन्तयतु, तदानीं किम् अस्ति? तदा तदानीम् अस्ति इति कृत्वा अन्तादेशः भवति. हा, तर्हि तत्र अलोन्त्यस्य अलोन्त्यस्य इति विषयस्य इति विषये चिन्तनीयम्, अनेकाचित् सर्वस्य इत्यस्य विषये चिन्तनीयम्, अनन्तरं निच्छ इत्यस्य विषये चिन्तनीयं, खलु? खलु, तर्हि अनेकाचित् सर्वस्य इत्यस्य प्रयोजनमस्ति. यद्यपि एतादृशस्थलेषु साक्षात् प्रयोजनं न दृश्यते, तथापि अनेकाचित् सर्वस्य इत्यस्य प्रयोजनम् अस्ति एव. यत्र आदेशे अनेके वर्णाः सन्ति, तत्र अन्ते भवति वा सम्पूर्णतया भवति वा इति कश्चन सन्देहः भवति, कश्चन सन्देहः भवति. इत्युक्ते कुत्र येन कुत्र अलोन्त्यस्य भवति, कुत्र अनेकाचित् सर्वस्य भवति इति चिन्तनीयं भवति सर्वदा, खलु? यतोहि अलोन्त्यस्य इति सूत्रे आदेशः अनेकाल् वा एकाल् वा इति किमपि न उक्तम्. हा, किमपि न उक्तम् इति कृत्वा अन्तादेशः इति सर्वत्र आगच्छति. यतोहि सर्वत्र अलोन्त्यस्य इत्यस्य कार्यमस्ति. यद्यपि परिभाषारूपेण उक्तं, तथापि सर्वत्र आगच्छति. अतः अङ्गस्य ज्ञाजनोः इति वदति चेत् सम्पूर्ण अङ्गस्य एव भवति वा इति प्रश्नः उदेति, सन्देहः अस्ति तत्र. स्पष्टतया वक्तुं न शक्यते अङ्गस्य सम्पूर्णतया भवति इति, स्पष्टतया न वक्तुं शक्यते, खलु? यथा इकः अङ्गस्य इत्यत्र सन्देहः अस्ति, सम्पूर्ण अङ्गस्य नास्ति, अन्त्यस्य एव स्थाने इति उक्तं, खलु? यत्र यत्र विशेषणविशेषभावः अस्ति, अपि च षष्ट्यन्तं पदम् अस्ति, तत्र सर्वत्र चिन्तनीयं भवति. तर्हि सामान्यम् अस्ति चेत् तत्र आगच्छति एव. अतः अलोन्त्यस्य इति किञ्चित् विचित्र अथवा विशिष्टपरिभाषा, खलु? विशिष्टपरिभाषा. अतः अङ्गस्य इति वदति चेत् अलोन्त्यस्य आगच्छति एव, तदनन्तरं तत्र चिन्तनीयं भवति अनेकाल् अस्ति वा नित् अस्ति वा इति, खलु? भगिनि, अनेकाचित् सर्वस्य अपि परिभाषासूत्रमेव, खलु? सत्यं, सत्यम्, अलोन्त्यस्य इत्यस्य अपवादः. अस्तु, इदानीम् अग्रे गच्छामि. निच्च इति सूत्रम् अत्र वंशी भगिनी पठति वा? आं भगिनी, पठामि. अधुना स च अनेकाल् आदेशः नित् चेत् अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. निच्च इति सूत्रमस्ति. नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाल् सर्वस्य इति सूत्रस्य अपवादः. अनेकाचित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः. ण्यकारः इत् यस्य सः नित् बहुव्रीहिः. नित् प्रथमान्तं च अव्ययम् अव्ययपदं द्विपदमिदं सूत्रम्. अलोन्त्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्ति, स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं निच् निच्च च निच्च अन्त्यस्य अलः स्थाने. समीचीनं. तत्र तु निच्च इति सूत्रमस्ति. नित् च नित् इत्यस्मात् तत्र प्रथमं तु चलाञ्जशुन्ते, तदनन्तरं करि च, तदनन्तरं स्तोषणाशुः इत्यनेन निच्च चकारः भवति, निच्च इति भवति. नित् आदेशः अनेकाल्, यत्र आदेशः अनेकाल् अस्ति, अपि च सः आदेशः नित् अस्ति, तस्मिन् स्थले तत्र अन्त्यस्य एव आदेशः भवति. परन्तु यत् पूर्वं वयं दृष्टवन्तः अनेकाल् इत्युक्ते सर्वस्य आदेशः न भवति, परन्तु अन्त्यस्य आदेश अन्त्यस्य स्थाने यः वर्णः अस्ति तस्यैव स्थाने एकः अनेकाल् वर्णः यत् अस्ति तस्य आदेशः भवति. अपि च एतत् सूत्रम् अनेकाल्षित् सर्वस्य इत्यस्य अपवादः अस्ति. अनेकाल्षित् सर्वस्य इति तु सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः अस्ति. अपि च अनुवृत्तिसहितसूत्रमस्ति. नित् च अन्त्यस्य अलः स्थाने, यत् अल् वर्णः अस्ति अन्ते तस्य स्थाने अनेकाल् इति भवति, यत्र नित् आदेशः नित् अस्ति चेत्. इदेव अस्ति भगिनी तत्र. समीचीनं. तर्हि निच्च इति सूत्रं यत्र आदेशे ङकारस्य इत्संज्ञा भवति, अपि च आदेशः अनेकाल् अपि अस्ति चेत् तर्हि पुनः अन्त्यादेशः एव भवति. षष्ट्यन्तपदस्य अन्तिमवर्णस्य अन्तिम अल् वर्णस्य स्थाने आदेशः भवति इति इदं सूत्रम् अनेकाल्षित् सर्वस्य इत्यस्य अपवादसूत्रम्। अपि च अत्र लक्ष्मी भगिनी पश्यतु, इकः अङ्गस्य इत्यत्र अलोन्त्यस्य इत्यस्य किमर्थं कार्यं सन्देहः अस्ति इति कृत्वा खलु, तत्र स्पष्टीकरणार्थम् इकः स्पष्टीकरणार्थम् अत्र ज्ञाजनोर्जा इत्यत्र किमर्थं स्पष्टीकरणं न आवश्यकम्? तत्र सूत्रे एव ज्ञा इत्यस्य स्थाने जा न चेत् जन् इत्यस्य अत्रापि अत्रापि तथैव खलु, इकः इकः अङ्गस्य इकः अङ्गस्य गुणः इति उक्तं समानमेव, इकः अङ्गस्य गुणः इति उक्तम्, अत्र ज्ञाजनोर्जा जा इति उक्तं, तद् अनयोः भेदः कः? इकः इति प्रत्याहारः अस्ति, तस्मिन् अक्षराणि सन्ति, चत्वारि अक्षराणि सन्ति, अत्र तु ज्ञा इति धातुः अस्ति, अतः सम्पूर्ण समूहः अस्ति खलु, ज्ञा इति पृथक्करणस्य आवश्यकता नास्ति, पृथक्करणस्य आवश्यकता नास्ति, तत्र इकः अङ्गस्य इत्यत्रापि समानं, इक इक् वर्णस्य आदेशः इति नास्ति, अङ्गस्य गुणः इति उक्तम्, अङ्गस्य गुणः, तर्हि सम्पूर्ण अङ्गस्य गुणः इति सामान्यम्, अत्रापि सम्पूर्ण्य ज्ञाधातोः जा आदेशः इति अस्ति सामान्यं खलु, इति सामान्यम्, अत्र वयं जानीमः तत्र जा इति एव आवश्यकम् अस्ति, अतः सन्देहः नास्ति इति भवती वदति, परन्तु आदिमसोपाने सन्देहः अस्ति, सम्पूर्णस्य भवति वा नास्ति वा इति सन्देहः अस्ति एव, यथा अङ्गस्य गुणः इत्यत्र सन्देहः अस्ति, एवमेव समानसन्देहः अत्रापि अस्ति, ज्ञास्थाने सम्पूर्णतया जा भवति वा इति सन्देहः अस्ति, यतोहि भवती जानाति तत्र जा इति एव आवश्यकम्, अतः सन्देहः नास्ति इति भवती चिन्तयति, परन्तु सन्देहः सर्वत्र अस्ति, अवगतं वा? द्वयोः भेदः एव नास्ति, अङ्गस्य इकः गुणः इत्यत्र सम्पूर्ण अङ्गस्य गुणः इति यथा उक्तं तत्र सन्देहः अस्ति, यथा सम्पूर्ण अङ्गस्य गुणः वा नो चेत् अन्यत्र कुत्रचित् गुणः वा यथा सन्देहः अस्ति, अत्रापि समानसन्देहः, ज्ञा इत्यस्य जा इति उक्तत्वात् सम्पूर्णस्य जा आदेशः वा अन्यत्र कुत्रचित् आदेशः वा, यतोहि वर्णद्वयम् अस्ति अत्र, ञकारः अस्ति आकारः अपि अस्ति, अतः सन्देहः, यदि एकः एव वर्णः अस्ति चेत् सन्देहः नास्ति, यदि तत्र ज्ञा इति धातुः नास्ति, केवलं तत्र किं जकार ञकारस्य संयोगः एव अस्ति चेत् तत्रापि तत्र वर्णद्वयमस्ति खलु, सम्यक्तः अस्ति, सत्यं, केवलम् एकः एव वर्णः ज ज इति एव जकारः, जकारः एकः एव वर्णः अस्ति चेत् सम्पूर्णस्य ज आदेशः इति वदामि चेत् तत्र स्पष्टमस्ति, अन्यत्र सर्वत्र सन्देहः अस्ति एव, अवगतं वा? अत्र भवती जानाति, भवती जानाति जा इति एव आवश्यकम् अस्ति, अतः सन्देहः नास्ति इति चिन्तयति, परन्तु सन्देहः सर्वत्र अस्ति, न जानाति, संस्कृतमेव न जानाति, तर्हि इदानीं ज्ञा इत्यत्र तत्र त्रयः वर्णाः सन्ति, तत्र कुत्र आदेशः भवति, सम्पूर्णस्य भवति वा अन्त्यस्य भवति वा आदिमवर्णस्य भवति वा इति स्पष्टं नास्ति सूत्रे, पश्यति खलु, एवमेव अङ्गस्य इकः इत्यत्रापि स्पष्टता नास्ति, अत्रापि समानं, भेदः नास्ति, अस्तु अग्रे गच्छेम, तर्हि इदानीं निच्च इति अपवादम् इति उक्तं, तस्य उदाहरणम् इदानीं पश्यामः, तत्र शर्मिला भगिनी पठितुमिच्छति वा? शर्मिला भगिनी पठितुमिच्छति वा? अस्तु गीताञ्जलि भगिनी, अस्तु तर्हि सुमन् भगिनी पठामि भगिनि, अचि यथा खलु, यथा अचिष्णु धातु ब्रुवाङ् युवोर् युवङ् युवङ्गौ, क्षम्यताम् एकनिमिषं, श्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयम् उवं च आदेशः भवति भवति अजादि प्रत्यये परे अनुवृत्तिसहितसूत्रम् अस्ति युवोः श्नुधातु श्नुधातु भ्रुवां अङ्गानां यङ् उवङ् उवङ्गौ अच् क्षम्यताम् उपदेशं भग्न भवतः कष्टः अस्ति किञ्चित् तुदादिगणे श इति विकर्णप्रत्यय अनुबन्धलो अनुबन्धनलोपे अ इति अजादिप्रत्यय रीगतौ इति इकार इकारान्त धातुः अचिष्णु श्नु धातु ब्रुवाङ् युवङ्गौ युवो युवङ्गौ इत्यनेन अचिपरे इकारान्त धातूनाम् इयङ् आदेशः इयङ् इति आदेशः अनेका किन्तु नित् अपि अस्ति अतः निच्च इति सूत्रेण अन्तादेशः भवति उदाहरणमस्ति तुदादिगणे रि गतौ रि योग श रि योग अ एव तिष्ठति अचि श्नु धातु ब्रुवाङ् युवोर्युवङ्गौ इत्यनेन अचि परे इयम् आदेशः निच्च इत्यनेन सः च अन्तादेशः रेपः युक्त योग इय भवति इय योग योग अ रिय इति अङ्गं भवति रिय योगति रियति इति भवति वैशिष्ट्यम् अत्र इदम् यत् इयङ् आदेशः नित् इत्यस्य अन्यत् किमपि कार्यं नास्ति नित्वत् अन्तादेशः इत्येव प्रयोजनम् अस्तु इदानीं तु निच्च इति सूत्रं किमर्थं किं कार्यं करोति इति दर्शयति अत्र एकं सूत्रम् अस्ति यथा श्नु धातु अपि च इकारान्तधातु वा उकारान्तधातु वा अथवा भ्रू इति प्रातिपदिकम् अस्ति चेत् तत्र अन्ते इकार उकार अस्ति चेत् अन्तिम इकारस्य स्थाने इयङ् इति आदेशः भवति अन्तिम उकारस्य स्थाने उयङ् इति आदेशः भवति एतत् इयङ् उवङ् तु अनेकाल् स्तः इदानीम् अतः वयं च अनेकाल् षित् सर्वस्य इति सूत्रं पश्यामः चेत् तत्तु सम्पूर्ण अङ्गस्य स्थाने भवति इति भवति स्म किन्तु निच्च इति अपवादसूत्रम् अस्ति अपि च इयङ् उमङ् च नित् प्रत्ययः स्तः अतः इयङ् अन्तिम इकारस्य स्थाने एव आदेशः भवति न तु सम्पूर्ण धातु वा अङ्गस्य स्थाने तथा एव उवङ् अपि अन्तिम उकारस्य स्थाने एव आदेशः भवति न तु सम्पूर्ण अङ्गस्य स्थाने अतः इदानीम् उदाहरणमस्ति रि अस्ति चेत् रि धातु अस्ति चेत् तत्र अन्तिम इकारस्य स्थाने इयङ् आदेशः भवति रिय इति भवति अनन्तरं श प्रत्ययस्य अकार योजितुं रिय इति नूतन अङ्गं भवति रिय योग तिप् प्रत्ययस्य ति रियति इति लट्लकाररूपं भविष्यति समीचीनं तर्हि इदं सूत्रमपि पूर्वमपि पठितम् इति चिन्तयामि. अचिष्णु धातु प्रुवां योर् यङ् वङ्गौ इति सूत्रं नूतनं नास्ति, पूर्वं पठितं. तर्हि तत्र श्नु प्रत्यान्तमङ्गम् इत्युक्ते स्वादिभ्यः श्नु, यत्र श्नु इति प्रत्ययः विधीयते स्वादिगणे, तादृशप्रत्यान्तम् अङ्गं यथा तत्र पश्यति चेत् शक्नु इति अङ्गं, शक्नु शक् योगः श्नु प्रत्ययः योगः ति, शक् योगः नु योगः ति, तत्र शक्नु इति श्नु प्रत्यान्तमङ्गं. तदानीं तत्र शक्नु योगः अन्ति, शक्नु योगः अन्ति इति प्रथमपुरुषे बहुवचने अन्ति इति प्रत्ययः, तत्र शक्नु योगः अन्ति इति स्थितौ शक्नु श्नु प्रत्यान्त अङ्गस्य उवङ् इति आदेशः भवति अचि परे. अन्ति इति प्रत्ययः अजादिः, अतः अचिष्णु धातु ब्रुवां युवर् इयङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति. तर्हि शक्नु इत्यत्र उकारस्य स्थाने उवङ् आदेशः भवति. तत्रापि चिन्तयामः चेत् क्रमेण अयम् उवङ् आदेशः कुत्र स्यात् इति प्रश्नः उदेति. तर्हि तत्र सामान्यतया अन्त्यस्य अलोन्त्यस्य इत्यनेन अन्त्यस्य स्थाने भवति इति वयं चिन्तयामः. तत्पश्चात् अनेकाल्षित् सर्वस्य इति तत्सूत्रं प्रबाद्य, अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः भवति, यतोहि तत्र उवङ् इति आदेशः अनेकाल् अस्ति. तर्हि तत्र सम्पूर्णस्य शक्नु इत्यस्य स्थाने उवङ् आदेशः स्यात् इति वयं चिन्तयामः. परन्तु अनेकाचित् सर्वस्य इति सूत्रमपि प्रबाद्य निच्च इति यद् अस्माभिः पठितं, यत्र आदेशः अनेकाल् उवङ् इति आदेशः अनेकाल् अपि अस्ति, नित् अपि अस्ति इति कृत्वा अन्तादेशः अन्त्यवर्णस्य स्थाने आदेशः, अतः शक्नु इत्यत्र उकारस्य स्थाने उवङ् आदेशः भवति, अतः शक्नुवन्ति इति रूपं, शक्नुवन्ति इति रूपम्. एवमेव अत्र किं दत्तम् इति चेत् तुदादिगणीय री गतौ इति धातोः री योगः श योगः ति, अत्रापि कार्यं भवति, यतोहि सूत्रे न केवलं श्नु प्रत्यान्तम् अङ्गम् अपि च इकारान्त उकारान्त धातुरूपी अङ्गम् इति अपि उक्तम्. इत्युक्ते तादृशधातुः यस्य अन्ते ह्रस्वः वा दीर्घः वा इकारः वा उकारः वा अस्ति, तस्य अनन्तरम् अच् प्रत्ययः अच् वर्णः अस्ति. अतः री योगः श इत्यत्र री इति इकारान्तधातुः अपि अस्ति, अङ्गमपि अस्ति, श इति प्रत्ययस्य कृते अङ्गमपि अस्ति इति कृत्वा अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः. अतः एवमेव क्रमेण चिन्तयामः चेत् अलोन्त्यस्य अनेकाचित् सर्वस्य सर्वं प्रबाद्य निच्च इति सूत्रेण अन्तादेशः भूत्वा रियति इति रूपम्. एतावता कोऽपि प्रश्नः? सूर्यकुमारी भगिनी वदतु, रियति इत्यत्र कथं भवति? रियति तदादिगणे प्रत्ययः सप् प्रबाद्य आयाति, आ अचि अस्ति, अनेकाल् स्थिति सूत्रेण युवङ् अनेकाल् अस्ति चेत् स्थानी अङ्गस्य स्थानी भवति, इङ् अस्ति चेत् निच्छ सूत्रेण अन्तिमवर्णस्य एव भवति, अपवादसूत्रमस्ति. रा ई स्थाने भवति न रि स्थाने. इयङ् आयाति चेत् रायोगः इयङ् इय भवति, रिय भवति. तदनन्तरं थी अस्ति चेत् रियति. समीचीनम्. अग्रिमवाक्यं पठतु. वैशिष्ट्यं क्षम्यतां, लेट् मी सी. नास्ति वा करपत्रम्? अस्ति भगिनि. हा, तत्र तुदादिगणे रीगतौ इति अनन्तरम् अन्तिमवाक्यमस्ति खलु, वैशिष्ट्यम् अत्र इदम्. आम् आम्. तत्रैव अचिष्णुधातु ध्रुवम् इत्यत्रैव अन्तिमवाक्यं वैशिष्ट्यम् अत्र इदं यत् इयङ् आदेशे नित् इत्यस्य अन्यत् किमपि कार्यं नास्ति नित्वात् आदेश अन्ते अन्तादेश इत्येव प्रयोजनम् इयङ् इयङ् वङ्गौ सूत्रं वदति नकार अन्ते अस्ति नित् अस्ति चेत् प्रयोजनम् अन्तिमवर्णस्य एव अन्यप्रयोजनं नास्ति हा समीचीनम् अतः अस्मिन् सूत्रे पश्यामः चेत् अचिष्णु धातु ब्रुवं योर् इयङ् उवङ्गौ इति सूत्रे इयङ् उवङ्ग् इत्यत्र अन्तेयः नकारः अस्ति इयङ् इत्यत्र अन्ते नकारस्य इत्संज्ञा अस्ति इय इत्यत्र यकार उत्तरवर्ति अकारस्य अकारः उच्चारणार्थः अस्ति एवमेव उवङ्ग् इत्यत्र वकारः इत्संज्ञकः वकार उत्तरवर्ति अकारः उच्चारणार्थः तर्हि अत्र अत्र नकारस्य इत्संज्ञा इति उक्तं तस्य प्रयोजनं किम् इति चेत् तस्य प्रयोजनमेव निच्छ इति सूत्रं तस्य अन्यत् किमपि प्रयोजनं नास्ति किमर्थं तत्र पणिना नकारः स्थापितः आदेशे इति चेत् तस्य प्रयोजनं केवलम् अन्तादेशः इति वयम् अवगन्तुं शक्नुमः इदानीम् अस्माकं मूलम् अस्ति तातङ्ग् तत्र किं भवति इति अग्रिमसप्ताहे पश्यामः अत्र कोऽपि प्रश्नः अस्ति वा स्पष्टमेव इति मन्ये किञ्चित् अवगन्तुं न शक्यते खलु तत्र किम् कुत्रचित् प्रतिध्वनि कृपया म्यूट् कुर्वन्तु अत्र पश्यन्तु अत्र इयङ् उवङ्ग् इत्यत्र नकारस्य इत्संज्ञा इति स्पष्टतया अवगम्यते अत्र अकारः इत्संज्ञकवर्णः वा नास्ति वा इति कथं जानीमः इति चेत् प्रयोजनम् अस्ति वा नास्ति वा इति चिन्तनीयम् अकारस्य इत्संज्ञा भवति चेत् किं प्रयोजनं प्रयोजनं नास्ति चेत् इत्संज्ञकवर्णः न भवति सर्वत्र इत्संज्ञकवर्णस्य किमपि प्रयोजनं भवति तर्हि इदानीं यकार उत्तरवर्ति अकारः इत्संज्ञकः अस्ति चेत् तस्य प्रयोजनं किम् इति वक्तव्यं प्रयोजनं न वक्तुं शक्यते चेत् उच्चारणार्थः इति वदामः अवगतं वा यतोहि सन्धि कक्षायां वयम् अवङ् इति आदेशः दृष्टवन्तः तत्र नकारः एव इत्सम्यकः अव इति सम्पूर्णतया आगच्छति तत्र अकारः उच्चारणार्थः नास्ति तत्र नास्ति तत्र नास्ति परन्तु सर्वत्र तथा अस्ति इति नास्ति अतः तत्र किं लक्ष्यं किम् इत्यपि चिन्तनीयं सर्वदा अस्माकं शास्त्रं लक्ष्यशास्त्रमस्ति लक्ष्यम् इति इदानीं लोके सिद्धमस्ति रूपं सिद्धमस्ति इदानीम् अत्र यत्किमपि आवश्यकः तत् इति तदर्थं तत्र तर्कः प्रयोक्तव्यः इदानीम् इय इति स्वीकरोति चेत् रियोगः अ इति वदति चेत् तत्र अकारसवर्णे दीर्घः इत्यनेन दीर्घत्वं भवितुम् अर्हति अपि च तत्र अतो गुणे इत्यपि कार्यं कर्तुं शक्नोति अतो गुणे इत्यनेन वयं रूपं प्राप्तुं शक्नुमः सर्वत्र अतो गुणे इत्यनेन पूर्वपरयोः पररूपादेशः इति कृत्वा रूपं प्राप्तुं शक्नुमः परन्तु व्याख्यानेषु अकारः उच्चारणार्थः इति उक्तः अस्तु अन्यः प्रश्नः एकः प्रश्नः एवं वर्तते यत्र हि तत्र तातम् आदेशः भवति अत्र अल् हि अल् अस्ति तातापि अल् अस्ति अतः किमर्थं न ब्रूयते यत् अत्र अल् विधिः न वर्तते किमर्थ कथं न ब्रूयात् कुत्र कस्मिन् उदाहरणे अत्र प्रथमपुरुषस्य एकवचने अत्र हि आदेशः अस्ति तत्र तात आगच्छति अत्र हि अल् अस्ति तात अपि अल् अस्ति तत्र कथं न ब्रूयात् यदत्र अनल् विधिः कथं ब्रूयात् अत्र तु अल् विधिः अस्ति न अनेक अनल्विधिः तत्र न न न अत्र तादृशं न द्रष्टव्यं तत्र ति तत्र हि इति प्रत्ययः अस्ति प्रत्ययस्य स्थाने तातङ् इति आदेशः अस्ति अतः प्रत्ययत्वं तत्र आगच्छति प्रत्ययत्वं तत्र आगच्छति तत्र सिप् इति प्रत्यये पित्वम् अस्ति पित्वम् इत्यत्र यत्र पित्वम् इति वदामः तत्र तु अल्विधिः अनल्विधिः इत्यस्य चिन्तनं न भवति तर्हि सिप् इति पित् अस्ति इति कृत्वा हि इत्यपि पित् इत्येव वयं स्वीकुर्मः परन्तु हि इति आदेशः अनल्विधिः वा अल्विधिः वा इति चिन्तनं नास्ति तत्र कुत्र अल्विधिः अनल्विधिः इति चिन्तनं भवति इति चेत् इत्युक्ते तत्र कुत्रचित् तत्र सकारम् आश्रित्य किमपि कार्यं भवति चेत् तत्र अल्विधिः इति वदामः इदानीं तत्र किं वदामः तत्र सिप् इति प्रत्यये सकारम् आश्रित्य किमपि कार्यं यदा भवितुम् अर्हति तदानीम् अल्विधिः इति वदामः अत्र तु तादृशकार्यमेव नास्ति अत्र तु किम् उक्तं सि प्रत्ययस्य स्थाने हि इति प्रत्यादेशः अस्ति अतः इदानीं तत्र हि इति प्रत्ययः तत्र प्रत्ययत्वम् अध्यारोप्यते यथा प्रत्ययत्वम् अध्यारोप्यते ते एवम् एव पित्वमपि अध्यारोप्यते अतः तत्र क्लेशः नास्ति तत्र अल्विधिः अनल्विधिः तथा किमपि नास्ति परन्तु सूत्रे सहर्यपिच्च इति सूत्रे एव पित्व अपित्वम् उक्तम् इति कृत्वा तत्र मूलप्रत्ययः पित्वम् अस्ति तद् न स्वीकुर्मः तावदेव अल्विधिः अनल्विधिः इति इत्यत्र किं भवति इति चेत् एकम् उदाहरणं वदामि अत्र जलन्तधातुः अस्ति चेत् तदानीं तत्र हि प्रत्ययस्य स्थाने धी इति आदेशः भवति इति एकं कार्यम् अस्ति अस्तु इदानीं जलन्तधातुः अस्ति चेत् हि प्रत्ययस्य स्थाने धी इति आदेशः भवति इति वदति तर्हि मूले तत्र सकारान्तधातुः अस्ति इति चिन्तयतु सकारान्तधातुः अस्ति इति चिन्तयतु इदानीं तादृशसकारस्य तादृशसकारस्य लोपः अभवत् इति चिन्तयतु कथञ्चित् तत्र सकारस्य लोपः अभवत् इदानीं मूले सकारः आसीत् तादृशसकारम् इदानीं स्थानिवद्भावेन स्वीकृत्य तत्र जलन्तधातुः इति स्वीकृत्य तत्र हि स्थाने धि आदेशः भवति वा इति चेत् न भवति किमर्थम् इति चेत् अल्विधिः मूले सकारः अस्ति तादृशसकारत्वं स्वीकृत्य जलन्तत्वम् अध्यारोपयितुं शक्यते वा इति चेत् न शक्यते यतोहि तत्र अल्विधिः इति वदामः अत्र तथा किमपि नास्ति अल्विधिः अनल्विधिः किमपि नास्ति अत्र भगिनी अल्विधिः इत्युक्ते किम् अल्विधिः इत्युक्ते अल्वर्णम् आश्रित्य यः विधिः भवति सः अल्विधिः यथा इदानीं मया उक्तं कुजल्भ्यो हेर्दिः इति एकं सूत्रमस्ति तेन सूत्रेण जलन्त अङ्गम् अस्ति चेत् हि प्रत्ययस्य स्थाने धि आदेशः भवति इति उक्तं तर्हि जलन्तम् अङ्गम् इति तत्र जल्वर्णम् आश्रित्य अङ्गं तर्हि तादृशविधिः अल्विधिः अग्रे तत्र स्थानिवद्भावः इति अस्माकं विस्तृततया वयं पठिष्यामः अग्रे परन्तु तत्र एवमेव किञ्चित् उक्तवती अवगतं वा महोदय पठितवन्तः वा महोदय स्वामीशङ्कर् महोदय सुमन् भगिनी किं वयं पूर्वं पठितवन्तः वा अल्विधिः अनल्विधिः किञ्चित् किञ्चित् उक्तं तत्र अष्टाध्यायः बलाबलचिन्तनम् इत्यस्मिन् सन्दर्भे मया किञ्चित् उक्तं परन्तु तत्र इतोपि विस्तृततया अग्रे पठिष्यामः ब्रश्च ब्रश्च इति सूत्रे अस्ति तस्मिन्नपि अस्य प्रसक्तिः अस्ति न ब्रश्च ब्रश्च शः आदेशः भवति न ब्रश्च ब्रश्च यजरा तत्रापि अन्तादेशः एव भवति न व्रश्च ब्रश्च सृजमिजरा तत्र अन्तादेशः एव सर्वत्र अन्तादेशः अलोन्त्यस्य इति आगच्छति एव सर्वत्र सन्देहः अस्ति कुत्रापि स्पष्टता नास्ति सर्वत्र सन्देहः अस्ति तदर्थमेव अलोन्त्यस्य यदि वयं तत्र अन्तिमरूपं किम् इति जानीमः इति तत् स्वीकृत्य सन्देहः नास्ति इति वदामः चेत् तथा नास्ति अन्तिमरूपं न जानीमः इति चिन्त्य वयं पश्यामः चेत् तत्र सर्वत्र अन्तादेशः एव भवति तत् प्रबाद्य अनेकाश्चित् सर्वस्य समीचीनं धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः